नमस्कारः सर्वेषाम्, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। तत्र कर्मणि भावे च इति पाठे स्मः, अन्तिमभागे प्रायः। तत्र निजन्तधातूनां विषये गतसप्ताहे दृष्टवन्तः। तत्र पक्षद्वयं, चिन्वत् पक्षः, चिन्वत् अपक्षः इति। चिन्वत् पक्षे तत्र पट् धातुः स्वीकृत्य चिन्तनं कृतवन्तः। तत्र यदा सर्वदा भवति तत्र हेतुमति च इति प्रेरणार्थे निच् विधीयते, अनन्तरं पट् योगः इ अथ उपधायाः इति उपधायां वृद्धिः भवति, अतः वृद्धिः भवति पाटी। इदानीं नूतनधातु आदिदेशिकधातु संज्ञा पाटी, योगः लृट् इति प्रसङ्गः। तत्र स्यासित्सियुक्तासिषु भावकर्मणोरुपदेशे जनग्रह दृशां वा चिन्वत् इट् च इति सूत्रेण तत्र क्यथे इति प्रत्ययः विधीयते, स्य इति प्रत्ययः, अनन्तरं ते इति अस्माकं पिबादयः तिङ् प्रत्ययः। अतः तत्र आददातुक उपदेशकालिक अजन्तधातुः सप्रत्ययस्य चिन्वद्भावः, अतः इडागमः अपि भवति। पाटीयोगः ईयोगः स्यते, अनन्तरं तत्र आदेशप्रत्ययोः इत्यस्य अवसरः पाठिष्यते। तत्र किं भवति इत्युक्ते पाटीयोगः इष्यते इत्यस्मिन् स्थले असिद्धवत् अत्र अभात् इत्यनेन यत् इडागमः भवति तस्य असिद्धत्वं। किमर्थम् इत्युक्ते स्यासित् सीयुट् इति सूत्रं षष्ठमाध्यायस्य चतुर्थपादे अस्ति, असिद्धवत् अत्र अभात् इत्यपि षष्ठमाध्यायस्य चतुर्थपादे अस्ति, द्वयमपि अभियकार्यमस्ति। असिद्धवत् अत्राभात् इत्यनेन यद् कार्यं स्यासित् सीयुट् इत्यनेन यद् इडागमः विधीयते तद् नेरणिति न पश्यति, अतः तस्य तद् किं करोति इत्युक्ते इडागमः नास्ति इति चिन्तयित्वा पूर्वं यद् नी प्रत्ययः आसीत् तस्य लोपः करोति, अतः पाट् योगः इष्यते पाठिष्यते इति रूपं तत्र चिन्वत् पक्षे। अपक्षे तु तत्रापि हेतुमति च इत्यनेन निच् विधीयते, अत उपदायाः समानकार्यम् उपदायां वृद्धिः, नूतनधातुः सनाध्यन्ताधातवः इत्यनेन पाटीयोगः लृट् पाटीयोगः स्यते। आर्धधातुकस्य यदा इदानीं चिन्वत् अपक्षः अस्ति इति कृत्वा तत्र पाटी इति इडानुकूलधातुः अस्ति, सर्वे निजन्ताः इडानुकूलः अनेकाचपि अस्ति, अतः तत्र आर्धधातुकस्य इड् बलादेः इत्यनेन आदौ बल् प्रत्याहारस्य वर्णः अस्ति इति कृत्वा तत्र इडागमः भवति पाटीयोगः ईयोगः स्यते। इदानीम् आदेशप्रत्ययोः षत्वं सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्त अङ्कस्य गुणः भवति। तत्र पाठेयोगः इष्यते, एचोयवायवः सन्धिकार्यं पाठयिष्यते। अत्र तु असिद्धवत् अत्र अभात् इत्यस्य अवसरः एव नास्ति, किमपि तत्र अभियक्षेत्रस्य कार्यं किमपि न अभवत्। तत्र तु इडानुकूलता अस्ति इति कृत्वा नेरनिटि इत्यस्यापि अवसरः नास्ति। नेरनिटि यदा कार्यं करोति यत्र यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्य एव पूर्वं नी प्रत्ययस्य लोपः भवति, तादृशम् अत्र तस्य अवसरः अपि नास्ति, असिद्धवतत्राभात् इत्यस्यापि अवसरः नास्ति इति कृत्वा तत्र पाठयिष्यते इति रूपम् आगच्छति। तद् एतावत् स्पष्टमस्ति वा? चिन्वत् पक्षः, चिन्वत् अपक्षे, असिद्धवतत्राभात् इति। तद् प्रक्रिया तु उक्तवन्तः वा वयं गतसप्ताहे? चल् धा नी कृष् उक्तवन्तः एव किल? न वा? ओ अस्तु अस्तु, इदानीं तत् प्रक्रिया वदामः। आं महोदय, भवानेव चल् धातोः प्रक्रिया वदतु, अनन्तरं वयम् अग्रे सरामः। अनन्तरं करोमि। अस्तु, नास्ति चिन्ता। अरुणा भगिनी करोति वा प्रथमं? चिन्वत् पक्षः अपक्षः, यदा पट् धातुः समानरीत्या एव भवति चल् धातुः। किं भगिनि? न, अहं प्रेषितवती, अहम् इदानीं पुनः एव अपि प्रेषितवती, भवती ईमेल् प्रेषितवती किल, किं भगिनि न श्रूयते? चाट् बाक्स् मध्ये स्थापयामि वा? आम् उद्घाटयतु भगिनि, 24 पेज् नम्बर् चल् दातु. द्वितीयमपि स्थापयामि तत्र एव. ईमेल् न प्राप्तं वा भगिनि? भवत्याः ईमेल् मध्ये किमपि क्लेशः अस्ति वा? पी डि एफ् न उद्घाटयति वा तत्र? न श्रूयते भगिनि भवत्याः ध्वनिः, ब्रेक् ब्रेक् भवति. चल् दातु. भगिनि आडियो इस् वेरि वीक्. अहं म्यूट् करोमि, पुनः पश्यतु. मम श्रूयते वा? ध्वनि श्रूयते वा? अस्तु, मम कृते तु सम्यक् अस्ति. श्रीवल्ली भगिनी वदतु श्रूयते वा इति. अहं म्यूट् करोमि, मम ध्वनिः म्यूट् करोमि. आं भगिनि, आचार्यस्य ध्वनि इति वीक् अस्ति. अरुणा भगिनी इति I'm not able to listen to their audios. Yours is okay. Idanim shruyate va? Idanim? Ah, mahodaya, samyak shruyate eva. Ha. Ah, chal dhatu asti, chal. Chal, hetu bandhi chaitanya, nich pratyaya bhavati. चल् योग इ अतौपदाय इत्यनेन तत्र वृद्धिः भवति. अनन्तरं तत्र चालि इति भवति, चालि योगस्यते इदानीं लकार चालियुगस्यते. तत्र आर्वातुकस्य वलवे द्वल्पस्य तत्र इडागमः चालियोग इ इष्यते इति भवति. तत्र अनन्तरं तत्र गुणः भवति सार्वत्रिकार्थ इत्यनेन तत्र गुणः चाले. अनन्तरं यचो याव यवावः इत्यनेन तत्र अयादेशः अयादेः चालयिष्यते इति चालयिष्यते भवति चालयिष्यते इति रूपं. समीचीनं महोदय. तत्र चिन्वत् पक्षे अपि वदतु. चिन्वत् चिन्वत् पक्षे चालै चालयिष्यते इति भवति. चिन्वत् पक्षे चिन्वत् पक्षे किं भवति तत्र भावकर्म इत्यनेन चिन्वत् तत्र इडागमः भवति. अतः किं भवति तत्र एकनिमिषः चाल किञ्चित् भ्रमः अस्ति इदानीं पठितवान् सम्यक् चिन्वत् तत्र चालियोग चालियोग इष्यते इति अस्ति वा खलु? चालियोग इष्यते नेरडिटि इत्यनेन तत्र लोपः भवति अतः चालिष्यते इति भवति. समीचीनं, चालिष्यते चालयिष्यते इति रूपद्वयं. तत्र यत् असिद्धः तत्र अभात् इत्यनेन तत्र असिद्धः भवति इडागमः. यत् इडागमः कृतः तद् नेरमिति दृश्या असिद्धः. अतः एव तत्र तादृशं भवति. समीचीनं किल? अतः रूपद्वयं चालयिष्यते चालिष्यते इति रूपद्वयं. समीचीनं महोदय. अरुणभगिनी इदानीं वदति वा धा धातुः धातुः धाधा ददाति धा धातुः. आं सत्यं सत्यम्. पेज् नम्बर् किं 24 केवलं हट्टदातस्य भगिनि तदेव न 24-25 तत्र एषां कृते प्रक्रियारूपाणि च वक्तव्यानि चल् दा नी कृष् दा धातुः दा धातुः लुट् लक् ऐ मीन् लुङ् लकारे क्या प्रत्यय आगच्छति स्यासि सियुत् सासिषु भावकर्मणो भावकर्मणा कर्मणोपदेशे गृहदृशं वा किन्वति इच्च तच्चित्रेण किन्वद्भावमस्ति चेत् इदागमः भवति. दायोगः योगः स्या अत्र न गुणः नास्ति केवलम् अजन्तमाङ्गमस्ति ततः न गुणः नास्ति आद्गुणः भवति दाके योगः स्या देष्यति भगिनि तत्र धातोः फुक् आगमः भवति किल लृट् लकारः दीयते इति लट् लकारे रूपं दीयिष्यते इति भवति रूपं दीयिष्यते इति भवति. दीयते किमर्थम् इत्युक्ते तत्र यक् आगमः भवति भावकर्मणोः यक् समीचीन. इदानीं तत्र लृट् लकारे तु भावकर्मणोः यक् इत्यस्य क्षम्यतां सार्वधातुके यक् इत्यस्य प्रसक्तिः नास्ति. समीचीनम्. अतः इत्यादि स्यासित् स्युट् तासिषु इत्यनेन चिन्वत् पक्षे स्या विधीयते. धा योगः स्या तत्र किं सूत्रं वयम् एकं सूत्रं मध्ये विस्मृतवन्तः. आं परन्तु भावकर्मण किल दीयते इति कर्तरी रूपं दीष्यते इति कर्मणि रूपम्. अतः अस्माकं कृते तु अचोनिति अतो उपादायः अतो युक् चिन्कृतोः कोहन्ते निन्नेषु चिह्नमुलो दीर्घो अन्यतरस्याम् इति सूत्र पञ्चसूत्राणि सन्ति. इदानीं तत्र अचोनिति अत उपादायः इत्यनेन वृद्धिः भवति. तस्य प्रसक्तिः तु धातोः कृते नास्ति. आतो युक् चिन् कृतोः तत्र किं भवति हन् धातोः नास्ति आतो युक् चिन् कृतोः किं भवति युकागमः भवति युक्कागमः भवति धा आतो इति भवति वा आदन्तानां युगागमः स्यात् चिनि निति कृति च समीचीनम् अतः युक् आगमः भवति प्रथमं स्यासित् सियुट् इत्यनेन स्यागमः कायोगः ईयोगः स्यते इदानीम् आतो युक् चिन् कृतोः इत्यनेन युक्कागमः कायोगः युक् योगः इष्यते इदानीं करोतु भगिनि इतोपि एकं सूत्रम् अवशिष्टं दी भवति किल किमपि सूत्रं वयं मध्ये त्यक्तवन्तः तं भगिनि लेखनीयं भगिनि यदा लिखामः चेदेव आगच्छति नास्ति चिन्ता मध्ये किमपि सूत्रं वयं विस्मृतवन्तः किं सूत्रम् अग्रधातुकस्य विडुबलादेः न कियत्पर्यन्तम् आगतवन्तः श्रीवल्ली भगिनि एकवारं वदति वा पा योगः भगिनि एव आतो युक् चिन् कृतोः दायोगः युक् यकारः योगः कृते दा या चिन्वत् पक्षे इडागमः भवति भगिनि सत्यं इडागमः पा योगः या योगः ई योगः स्यते दा युक्स्यते परन्तु आदेशप्रत्ययो तु इष्यते इति भवति अनन्तरम् असिद्धवत् अत्र अभात् नेहे अनिति योगः दा योगः या योगः स्यते दा इष्यते भगिनि दीयिष्यते ओके ईक दा आ ओके ई भवति ओके तत् कदा भवति महोदय जहाति सा अतः अङ्गस्य ईत् हलि इति आस्तु यकार निश्चित निश्चयेव न योजितवन्तः किल इदानीं पर्यन्तं वयं केवलं युक्कागमः एव कृतवन्तः तत्र निश्चितनीयं किल निश्चयेव विस्मृतवन्तः किमपि निश्चयेव त्यक्तवन्तः हेतुमति च इत्यनेन निच् विधीयते प्रथमं योगः निच् दायोगः निच् दायि इति भवति दायि योगः लुट् दायि योगः स्यते लुट् स्यते तत्रापि पुनः इडागमः भवति दायि योगः इ योगः स्यते आयोगः इ किं गुणः भवति न वयं किमपि मेजर् सूत्रं त्यक्तवन्तः क्षम्यतां मम एव दोषः दीयते किमर्थं दीयते पट्टु दीयते इति अस्मिन् करपत्रे एव भवेत् किल लट् लकारः कुत्र द्रष्टव्यं महोदय दायोगः अत्रैव एकनिमिषं दायोगः णिच् तत्र तु पुनौ इति आगच्छति दृश्यते चेत् वदतु महोदय कुत्र अस्ति इति दीयते इति रूपं कुत्र वयं कृतवन्तः आदौ एव प्रायः स्यात् किल तत्र कथम् ईकारः आगच्छति हलि हलि हलिपरे जहाति तं हलि ईति अस्ति तत्र भवति दायव दि इति भवति यक् खलु कर्मणि यक् अस्तु यक् अस्तु अस्तु अस्तु इदानीम् यकारस्य कारणेन भवति वा युक् इति प्रायः गुमास्ता इत्येव पश्यामि प्रायः तत् किमर्थं तत्र कथमपि तत्र भवितव्यं किल ईकारः गुमास्ता इति वा तत् नास्ति खलु कितिनिति प्रत्ययः कितिनिति चिन्वत् इत्यनेन नित् आरोपितम् ओ ओ ओ अस्तु दीयते दीयते देदीयते देदीयते मीयते इति गुमास्ता इत्यनेन भवति अस्तु कथं तत्र वयम् एकं सोपानं त्यक्तवन्तः अस्तु वयम् अग्रिमदातु प्रति गच्छामः अहं चिन्तयित्वा वदामि तत्र एकं सोपानं त्यक्तम् अन्तिमरूपं तु दीष्यते दीष्यते चिन्मत् अपक्षे ईकारः कथम् आगच्छति इत्येव प्रश्नः अस्तु अत्र युक् आगमः खलु युक् इति कित् अस्ति खलु अत्र भवति युच् नास्ति खलु युक् आगमः खलु कित् अस्ति युक् आम् आम् आम् तेनैव भवति खलु अत्र ककार कित् अस्ति खलु अत्र हलि इति भवति दी भवति हलि कित् कित् नित् प्रत्ययपरे तत्र दादातोः ईत्वं भवति अत्र उमाका गापा जातः अत्र अस्ति अस्ति अस्तु अतः दीष्यते इति भवति किल भगिनी एकवारं प्रक्रिया वदतु भगिनी वयं यदा दोषः अस्ति चेत् चिन्वत् पक्षे भगिनि चिन्वत् पक्षे दायोगः एकमत्र इति सूत्रेण दायोगः निच् दायोगः इकारः आतो युक् इत्यनेन युक् आगमः भवति दायोगः यकारः योगः इ अनन्तरं निच् दायोगः इ योगः लुट् प्रत्ययः कते दायोगः यकारः योगः कते ईयोगः स्यते दायोगः यायोगः ईयोगः स्यते अत्र धूमा नेरणिति आगत्य तद् सूत्रसङ्ख्या अपि द्रष्टव्या युक् आतो युक् चिन् कृतोः इति सूत्रसङ्ख्या कथं नेरणिति नेरळिटि तु अन्ते एव आगच्छति किल. यदा वयं स्यासिच् इत्यनेन ईकारः भवति अनन्तरम् अन्ते नेरळिटि आगत्य तस्य असिद्धं भवति. इत्यस्य संख्या महोदय अधिकारस्य सत्यं धी योगः इष्यते इष्यते आदिप्रत्ययः इन्तोः इष्यते दायोगः यकारः योगः इष्यते इति भवति. अनन्तरं भूमस्तपजहातुकलि इत्यनेन दीयोगः यकारः योगः इष्यते इति भवति. अनन्तरं नेरमिति नीलोपः भवति नीलोपः भवति इकारस्य लोपः भवति दीयिष्यते भगिनि सत्यं दीयिष्यते सत्यं सम्यक् इदानीं सम्यक् आगतं. भूमास्ता एव वयं त्यक्तवन्तः. युक्तागमः आतो युक् चिन् कृतोः इत्यनेन यदा महोदयेन उक्तं कित् अस्ति अतः भूमास्ता जः सी सां हलि इत्यस्य प्रसक्तिः दीयियोगः इष्यते नीलोपः नेरणिति इत्यनेन दी योगः इष्यते दीयिष्यते इति रूपम्. तत्र अपक्षे अपि वदतु भगिनि. अपक्षे भवति दायोगः केतुमति च निच् प्रत्ययः दायोगः इ इति भवति. अत्र अपूपदायः इति अस्ति धनाद्यन्तदातवः दायि दायोगः इ युक्तागमः आपोयुक् न आतोयुक् चिन् कृतोः एव चिन् कृत चिन् नास्ति किल चिन् अपक्षः तत्र आर्धधातुकस्य इड्बलादेः भवति वा आर्धधातुकस्य इड्बलादेः आं भगिनि आर्धधातुकस्य आदौ वल् प्रत्याहारे अन्तिमवर्णे चेत्तुः इति अनिट् अनिट् अस्ति चेत् अनन्तरं आदेशप्रत्ययोः इष्यते इति भवति. अनन्तरं गुण आदायोगः इष्यते किं महोदय पुनः वदतु. तत्र दायि इति भवति खलु दायि इति अस्ति दायि इति खलु तत्र दायि इति दायि योगस्यते अत्र नेरणिति भवति इडागमः तत्र इडागमः भवति ओ निजन्तदातुः इति कृत्वा हा गुणः भवति तत्र गुणः भवति खलु गुणः भवति खलु गुणः भवति चेत् एकारः एकारः ते योगः न दास्यते इत्येव रूपं दे योगः इष्यते भगिनि अनन्तरं योजयामः दायिष्यते तत्र युकागमः नास्ति युकागमः तु नास्ति एव तदेव अहम् उक्तवती दायोगः णिच् दायोगः ई दायोगः ई योगः स्यते इदानीम् अनिट् धातुः नेरनिटि आगत्य तत्र ईकारलोपः लोपः सत्यम् ई लोपः भवति दास्यते रूपमस्ति चेत् साधयितुं शक्नुमः रूपं नास्ति चेत् किं कुर्मः समीचीनं सम्यक् पठितवन्तः तद् पि हेच् डि थीसिस् यत् प्रसेण्ट् कृतवान् किञ्चित् एव दृष्टवान् अद्य महोदय नीलेश महोदय तत् पठितवान् वा पूर्णतया? अहं तु आरम्भं कृतवती, अनन्तरं समयः एव न भगिनी, अहं प्रयाणं कुर्वन्ति किञ्चित् दृष्टं तदपि पठनीयं. तत्र सः किं वदति इत्युक्ते, तत् अहं तु 250 पेजस् आसीत् तत् थीसिस्, अहं प्रायः 30 पुटान् एव पठितवती. सः किं वदति इत्युक्ते, तत्र विप्रतिषेधे परं कार्यम् इत्यत्र, परम् इत्यत्र रैट् हाण्ड् सैड् इति स्वीकरणीयम् इति सः वदति. तत्र उदाहरणानि अपि सः स्वीकृतवान् यद्वयम् अस्माकं तद् किं पाठः अस्ति, बलाबलचिन्तनपाठे पठितवन्तः किल, समान उदाहरणानि एव सः अपि तत्र प्रदर्शयति, परन्तु पूर्णतया पठनीयं, पठित्वा एव वक्तव्यम्. तत्र कोऽपि अन्यत् वक्तृद्वन्तः उक्तवान् आसीत् तत्र परमित्युक्ते एकः अर्थः अस्ति, परमिति इष्टम् इति तस्य मतं तु इष्टम् इत्येव आसीत् इति सः तदेव दोषः इति वदति, परन्तु तादृशं किमपि नास्ति, इष्टम् इति अपि स्वीकर्तुं शक्यते इति मैसूर् मध्ये मातुः अपि तत्र वीडियो त्रयम् अप्लोड् कृतवती मातुः अपि, पुष्पा दीक्षित, परन्तु तत्र स्लैड्स् किमपि नास्ति, अतः अहं न दृष्टवती, प्रथममेव दृष्टवती, तृतीयं किमपि नास्ति, ओरली विश्वल् नास्ति. तद् पूर्वपर नित्य अन्तरङ्ग अपि न आवश्यकम् इति सः वदति. तत्र किं अत्र अस्माकं भारतीयवैयाकरणः किं वदति इत्युक्ते, सर्वत्र तस्य तादृशं न भवति इत्येव वदति. तदपि तदेव नीलेश महोदयस्य प्रथमपुटे तदेव आसीत्, इट् विल् नाट् अप्लै इन् आल् सर्कम्स्टेन्सेस् आल् प्लेसस्. चतुर्णाम् इति तद् वयमपि अस्माकं पाठे तत् साधितवन्तः, चतुर्णाम् इति रूपं न तिसृचतसृ वा सूत्रमासीत् तत्र, तद् सः वदति तद् अनन्तरमेव कोऽपि तत्र योजितवान्, तादृशं तत्र पाणिनिसूत्रमेव तत् नास्ति इति. पूर्णतया पठनीयं द्वयमपि, नीलेश महोदयस्यापि, अनन्तरं यत् सः लिखितवान् तदपि. उदाहरणं तु सम्यक् अवगम्यते, अहं तु क्लेशः इति न वदामि, परिचित उदाहरणानि एव. समयः दत्वा पठनीयम्. आङ्ग्लभाषायाम् अस्ति, परन्तु तत् यदा तद् एस् ओ ऐ डि ओ ए इति लिखति तत्र मम भ्रमः भवति, तत् संस्कृतेन लिखति चेत् सम्यक् भवति. इदानीं ध कृतवन्तः, नि विजयभगिनी करोति वा? नि एकनिमिषं, मम तु अहं म्यूट् करोमि, एकनिमिषं भवती वदतु. नी इति दीर्घ ईकारः अस्ति, अनन्तरम् अत्र सार्वधातु, एतत् साधारणसूत्रं प्रयोगं कुर्मः वा महोदय? अत्र नी इति ने भवति, निच् प्रथमं निच् विधीयत्, निच् यदा पट् धातोः निच् तादृशम् अत्रापि निच् अचोणिति वा अत उपादायाः वा इति वक्तव्यं भवति वा इत्यपि वक्तव्यं नी धातु. नी धातु अत्र साधारणतया एतत् दीर्घमेव भवति खलु महोदय, अत्र नी इति अनन्तरं निच् प्रयोगेण अत्र ईकारः आगच्छति चेत् किमर्थम् अत्र निच्प्रत्ययम्? अनन्तरम् अत्र महोदय अत्र नेष्यति इति भवति खलु, नेष्यति इति एकरूपम्, अनन्तरम् इडागमः अत्र नास्ति, अनन्तरं स्यति नेष्यति इति भवति, अनन्तरं किम् अस्ति? दास्यते, महोदय अत्र नी योगः, अत्र सार्वधातुक अर्धधातुको योगः इति ने भवति, प्रथमं निच् विधीयतु विधीयते भगिनि, हेतुमति च इत्यनेन निच् नी योगः निच् अत्र निच् प्रत्ययः एव किल, तत्र निज निजन्तप्रसङ्गः एव किल, अतः नियोगः निच् तत्र अस्माकं चिन्वत्पक्षः अस्ति चेत् किं कार्यम्, अचोनिति इत्यस्य कार्यमस्ति वा इति पश्यतु, अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ङितीणिति प्रत्यये परे, निच्छिति नित् प्रत्ययः अस्ति, अतः अचोनिति इत्यनेन तत्र वृद्धिः भवति, नञ् योगः निच् किल इ, नञ् योगः इ स्यते, तत्र पुनः इडागमः अपि भवति, तत्र स्यासित्स्यूट् इत्यनेन यद् स्यते इति विधीयते तत्र इडागमः अपि भवति, अतः नञ् योगः ई योगः इष्यते, नञ् योगः इ तत्र सन्धिकार्यम् ऐकारः ईकारः किम् सत्यं नायि योगः इष्यते, तत्र नेरनिटि नेरनिटि इत्यनेन इकारस्य लोपः, नाय् योगः इष्यते, इदानीम् इकारस्य लोपः भवति अतः नायिष्यते वा, सत्यम् नायिष्यते इति रूपम्, इति एकं रूपम्, अत्र अपक्षे अभावः सत्यम्, अनिट् धातुः नी अपि पुनः वदतु, नञ् योगः इदानीमपि नित् क्षम्यतां नी योगः न न भवति, तत् सर्वं न भवति, चिन्वत् अपक्षः किल, तदेव भवति वक्तव्यं किल, सामान्यकार्यमेव तत्र, अचोनिति अवश्यं भवति उपदा तत्र ईकारान्तः, तत्र नित् कित् नित् प्रत्यये परे तत्र वृद्धिः, नञ् योगः स्यते, नञ् योगः स्यते इति, ईकारः किमर्थमहं स्यते, नञ् योगः ई योगः स्यते, इदानीं नञ् योगः ई पुनः तत्र सन्धिकार्यम् एचोयवायावः किं भवति, नायि योगः स्यते, तत्र सार्वधातुकार्धधातुकयोः नेष्यते इति रूपम् आवश्यकम् अनिट् भगिनि नी अनिट् नी अपि अनिट् आं सत्यं परन्तु नायी इति यद् रूपम् अस्ति तत्तु अनेकाच् अस्ति किल अतः तत्र इडागमः भवति नेष्यते इति रूपं भगिनि इकारस्य स्थाने एकारः भवति ना ये इति भवति अनन्तरं यचो यव यावः इत्यनेन नायस् नै योगः ई योगः स्यते तत्र ऐकारस्य स्थाने स्यते ई योगः स्यते सार्वधातुकस्य ईड्वलादेः इत्युक्ते न न न सार्वधातुकस्य ईड्वलादेः न भवति चेत् तत्र ईकारलोपः भवति नाय् योगः स्यते एकारः भवति यचो एव नायस्यते दोषः भगिनि नेष्यते इत्येव रूपं नेष्यते कथं भवति कुत्रापि वयं किमपि विस्मृतवन्तः सार्वधातुकार्धधातुकयोः गुणः भवति ईकारः कुत्र गच्छति निश्चित्यस्य ईकारः तस्य लोपः भवति वा तदापि नै योगः स्यते इत्येव अस्ति किल अचोनिति इत्यस्य प्रवृत्तिः तु अस्ति एव अचोनिति कथं किमर्थं कार्यम् अत्र न करोति तत्र तु प्रसक्तिः अस्ति अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति नितिमिति प्रत्येकरे नञ् योगः इ भवति एव किल तद् कथं तस्य समाधानम् पुनः एकं स्टेप् मिस् अभवत् नेष्यते कथम् आगच्छति पृष्टम् आदेशप्रत्ययोः इत्यस्य कार्यमस्ति इष्यते इति भवति ने इति भवति नञ् इति न भवति नित् नित् प्रत्ययपरे अस्तु अहं चिन्तयित्वा वदामि इदानीम् अग्रेसरम् अथवा अत्र एव स्टप् भवति अपि दत्तमेव अस्ति किल नीयो नेष्यति नेष्यते इति रूपम् एकनिमिषं नेष्यति अत्र आदेशप्रत्ययः भवति एव आदेशप्रत्ययः भवति एव एकनिमिषम् सार्वधातुक आर्धधातुकयोः इत्यनेन नेष्यति इति भवति, अनन्तरं सकारस्थाने आदेशकृतयोः इत्यनेन नेष्यति इति भवति. तावदेव दीर्घ ईकारस्य स्थाने णिच् वयं न कृतवन्तः. णिच् इत्यस्य लोपः कथं भवति मेरणिटि इत्यनेन वा? न न न नेष्यति एव, नेष्यते इत्येव रूपं. रूपं तु साधु नियोगः निच्छयोगः स्यते. तत्र निच् इत्यस्य परन्तु तदेव अहं वदामि प्रत्ययलोपे. तत्र नी किमर्थं तत्र तत्र किम् अचोनिति इत्यस्य प्रसक्तिः किमर्थम् अत्र नास्ति? अजन्त अङ्गस्य प्रत्यये परे वृद्धिः भवति एव किल? तत्र सूत्रसङ्ख्या अचोनिति अचोनिति अतः तत्र असिद्धव तत्र अबाद् इति किमपि तत्र न भवति. अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति एव किल? नैयोगः इ यत्र नेरणिटि आगच्छति चेदपि इकारस्य एव लोपः नाय् एव इति भवति एव किल? नेष्यति कथम् आगच्छति? तत्र यकारः कुत्र गतम्? न महोदय, किमपि अन्यत् किमपि वयं त्यक्तवन्तः. अनन्तरं चिन्तय अनन्तरं चिन्तयामि, शान्तरूपेण चिन्तयामि चेत् आगच्छति. महोदय अत्र नेष्यति इति भवति सत्यं, निजन्तमपि अत्र अस्ति एव. अष्टाध्यायी डाट् काम् मध्ये निजन्तरूपमपि अस्ति अत्र. भावकर्मणोः इति पश्यतु भगिनि, निजन्ते इति. अस्तु एकनिमिषम् अहमपि तत्र पश्यामि. तत्तु वयं साधितवन्तः किल अग्रिमम् प्रायः दोषः अत्र अथवा नायिष्यते नाययिष्यते इत्येव भवेत् किल? नेष्यते भगिनि. वदतु अष्टाध्यायी मध्ये लट्लकार तद् भावकर्मणोः लिट् पश्यतु अत्र नायिष्यते एकरूपम् अन्यस्मिन् पक्षे नेष्यते इति भवति. परन्तु तद् तु सामान्य लिट् किल, वयं तु निजन्त लिट् पश्यामः. तत्र नायिष्यते नायिष्यते इति एव भवेत् यदा प्रक्रिया रूपं पश्यामः चेत् तत्र अवश्यं तत्र अचोनिति भवति, निच् विधीयते, नायी योगः स्यते इति भवति, नायी योगः स्यते इति भवति. तत्र अनिट् धातुः अस्ति अतः तत्र इडानुकूलः तु नास्ति, अतः ईकारस्य लोपः भवति चेत् नायिष्यते इत्येव भवति. तदेव सम्यक् प्रक्रिया. दिगन्ते नाययिष्यते इति लट् रूपं परस्मैपदिनः नाययिष्यते इति तद् कर्तरि भगिनि वयं तु भावकर्मणोः लृट् निच् पश्यामः किल तद् न दत्तम् अत्र कर्मणि तद् न दत्तम् अत्र नायिष्यते नायिष्यते इत्येव भवेत् यथा पट् धातोः विच्छये वयं कृतवन्तः तादृशमेव भवेत् अनन्तरं चिन्तयित्वा पुनः एकवारं दृष्ट्वा करोमि तस्य क्रमः अरुणा भगिनी भवती एव न उक्तवती कृष् अपि चिन्तनं कुर्मः अनन्तरम् अहं चत्वारः अपि पुनः साधयामि प्रयत्नं करोमि भगिनि कृष् धातुः निच् अस्ति अत उपधायाः वृद्धिः भवति भगिनि अत उपधायाः वृद्धिः आम् काश् भवति काश् सत्यम् किद्वत् भावे अस्ति चेत् आश् योगः काशिष्यते भवति भगिनि अत्रापि तत्र नेरनिटि इत्यनेन ईकारलोपः काशिष्यते काशिष्यते इति काशिष्यते इति भवति काशिष्यते हेतुमति च निच् अत उपधायाः वृद्धिः कार्ष् सनाद्यन्ता दातवः कार्षी अनन्तरं तत्र त्यक्त चिन्वत्पक्षः चिन्वत्पक्षः अतः इकारः इडागमः स्यते कार्षी योगः ईयोगः स्यते आदेशप्रत्ययोः कार्षीयोगः इष्यते सिद्धवत् अत्र वा कार्ष्योगः इष्यते कार्षिष्यते समीचीनं भवति अपक्षे अपक्षे योगः योगः स्यात् केवलं वेदागम नास्ति पृष्टिदाने तैः अग्रे तत्र निच् विधीयते किल अतः तत्र कार्षी या कार्षी कार्षिष्यते काश्यते एकनिमिषं कृष्योगः निच् कृष्योगः इ तत्र यदा अत उपधायाः कार्षी सनाद्यन्ता दातवः कार्षीयोगः स्यते तत्र कार्षीयोगः आर्धधातुकस्य इड्बलादेः इ स्यते कार्षेयोगः इष्यते सार्वधातुक अर्धधातुकयोः कार्ष इष्यते ये च वायवः तत्र किं रूपम् उक्तवन्तः तत्र कृष् इति तत्र अत उपधायः भवति वा कृष् गुणः गुण कर्ष् कर्ष् इति भवति कार्ष् अत उपधायः न भवति वा न भवति खलु तत्र गुणः भवति खलु केवलम् अथोपदाय अकारः गुणः भवति चेत् कर्ष् एव भवति कार्ष् इति न भवति किल न भवति कथं सर्वत्र रूपं द्वयं भवति पूर्वमेव वयं दृष्टवन्तः खलु कर्ष् इति एकरूपं कृष्यति इति तत्र सूत्रं किम् किमर्थं कृष्यति अत्र रूपद्वयमेव भवति पूर्वमेव वयं कर्षति कृष्यति तत्र भवादिगण भुवादिगणे वदति भगिनि भवती अथ उपादायः तत्र गणचिन्तनमेव नास्ति किल भावकर्मणः सत्यम् अथ उपादायः तु अवश्यं न भवति अतः पट्टु धातुः चिन्तयित्वा अहम् उक्तवती तत्र तु न भवति केन सूत्रेण तदेव प्रश्नः अचोमिति अजन्तस्य अन्त्यस्य अङ्गस्य एव भवति किल तत्र तु अद्य किञ्चित् भ्रमः एव अजन्तस्य अन्त्यवर्णस्य वृद्धिः अचोमिति तद् न भवति अत्र आतोयुक्चिन्तोः इत्यस्य प्रसक्तिः नास्ति परन्तु अत्र उदात्तरूपेण द्वादिगणे धातुः एव स्वीकरणीयं खलु भावकर्मणोः निचि इति द्रष्टव्यं भगिनि तावदेव अचोनिति अत उपादायाः इत्याभ्यां वृद्धिः न भवति अस्तु आतोयुक् चिन्कृतोः इत्यस्य प्रसक्तिः नास्ति ओह् अन्तेर्निर्णेषु इत्यस्य प्रसक्तिः नास्ति चिन्नमुलो दीर्घो अन्यतरस्याम् इत्यस्यापि प्रसक्तिः नास्ति अस्तु इदानीं कृष् योगः णिच् कृष् योगः इ कर्ष् कर्ष् योगः इ कर्षि भवति वा अस्तु कर्ष अत्र इदानीं कर्ष् योग इ अनन्तरं कर्ष् योगः इ पुनः भवति वा तत्र कर्षि इदानीं तत्र उपादायाम् उपादायं किल नास्ति किल कर्ष् योगः कर्षि इत्येव भवति किल कर्षि योगः च्यते पुनः तत्र इकारः विधीयते कर्षि योगः ई योगः स्यते तत्र ईकारलोपः नेर्णिति इत्यनेन कर्षिष्यते इति भवति कर्षिष्यते अन्यत्रुप कर्षीयते कर्षीयते कर्षिष्यते कर्षिष्यते कर्षयिष्यते कर्षयिष्यते गुणः भवति एचोयवायावः भवति कर्षिष्यते कर्षयिष्यते तादृश एव धाधातोः अभे भवेत् इति मम चिन्तनम् दीयिष्यते दीयिष्यते इति भवेत् दास्यते इति रूपम् असाधु इति चिन्तयामि प्रायः अणिच् नास्ति चेत् दास्यते इति साधु णिच् इति विधीयते इति कृत्वा दीयिष्यते दीयिष्यते भवन्तः अपि चिन्तयन्तु तादृशमेव प्रक्रिया सम्यक् इति मम इदानीं वयं सर्वाणि सूत्राणि यत् प्रसक्तानि तत्र अप्लै कृतवन्तः किल कर्षिष्यते कर्षयिष्यते दीयिष्यते दीयिष्यते परन्तु तत्र युक्तागमः न भवति धातु अनन्तरं पश्यामि. अस्तु, सम्यक् अस्ति. इतोपि एकवारम् अहं पूर्णप्रक्रिया लिखित्वा प्रेषयिष्यामि. किञ्चित् क्षम्यताम् अद्य कान्सन्ट्रेशन् अस्ति. महोदय अग्रे पठति वा निजन्तधातुषु मित् धातवः इति? श्रूयते खलु? आं श्रूयते. निजन्तधातुषु मित् दातवः, मितां ह्रस्वः इत्यनेन ये दातवः मितः तेषाम् उपधायां स्वरः ह्रस्वः भवति मिति प्रत्ययः खलु. मितां ह्रस्वः इति षष्टाध्यायचतुर्थपादस्य तत्र द्विनवति मित् धातूनाम् उपधायाः स्वरः ह्रस्वः भवति मिति प्रत्ययः खलु. मित् कश्चन अन्तर्गणः भवादिगणे घटादयः उपकरणः मित् अन्तर्गणे सन्ति. अपि च शुरादिगणे ज्ञपादयः षट् धातवः मित् अन्तर्गणे सन्ति. तत्र अनुभूतिशक्तिसूत्रमस्ति मिताम् अङ्गानाम् उपधायाः ह्रस्वः नौ. तत्र मित् इति अन्तर्गणः अस्ति चेत् तत्र तत्र ह्रस्वः भवति इति अतः भवादिगणे घटादयः इति घट भवादिगणे अपि अस्ति चुरादिगणे अपि अस्ति घटादि घटादयः मितः अपि च चुरादिगणे ज्ञपादयः मितः इति तत्र मित् भवति. भवादिगणे घटादयः इति उपगणे तत्र चतुश्चत्वारिंशत् धातवः सन्ति. घटादयो मितः इति गणद्वयगणे एते धातवः मित् सन्ति. तदा चुरादिगणे ज्ञपादयः षड् धातवः मित् अन्तर्गणे सन्ति. जप यम चः रः बल हि हि जप ज्ञानज्ञापन स्मारणतोषणे अपि सूचयति जयति मारयति प्रसन्नः भवति इति अर्थः. जपयति इत्युक्ते सूचयति जयति मारयति प्रसन्नः भवति. यमपरिवेषणे नियमयति नियन्त्रणं करोति. सः परिकल्पने तत्र वञ्चयति इति अर्थः. रथ इति रः इति विरः इति त्यजति जहाति बल प्राणने जीवति पोषणं करोति. की इति तत्र सङ्ग्रहणं करोति चयने. अस्तु, इदानीं जप इति अस्ति. जपयोग ई इति अस्ति अथवा अथोपदाय ऐश्वर्येण ज्ञापि इति भवति. पितामृत्वस्तनेन तत्र पुनः ज्ञपि इति भवति. जपि जपय इति जपय इति भवति तत्र निजन्तधातुः. जपि इति निजन्तधातुः. जपय इति भवति जपयति जपयते इति तत्र षट् षट् षट् षट् विकरणपठनमिति जपयति जपयति इति भवति. यम् तथैव यम् इति अस्ति यामि अनन्तरं यमयति यमयति. चः इति तदपि चाहि चाहि इति भवति अनन्तरं मिथां रस्व इत्यनेन चहयति चहयते. तथैव रहयति रहयते बलयति बलयते. चि इति अस्ति तत्र चि इति धातुः अस्ति. चि योग इ अचोर्णिति कृतस्ति. चै इति भवति चाय् इति भवति. इदानीं चाय् इति अस्ति तत्र जपादयः निमित्तः इत्यनेन तत्र चै इति भवति. चै योग शप् इति चय गुणः चयय चयति चयति. इदानीं त्य तत्र एतत् सर्व सामान्य कर्तरि प्रयोगे कर्मणि चिण्वत् चिण्वत् चिण्वत् पक्षे क्षम् इति घटादयमिते इत्यनेन तत्र इति गण मित् गणेन स्मित तत्र हेतुमस्ति इत्यनेन प्रेरणार्थे धातुः निच् क्षम् योग निच् क्षम् योग ई शामि इति अनन्तरं तत्र वृत्तिः शामि इति मितामृत्व इत्यनेन तत्र पुनः रत्वा भवति. शमि इति भवति. शमि इदानीं समस्यान्तः धातुः इत्यनेन तत्र शमि इति धातुः अस्ति. शमि योग कृट् इदानीं जते इति अस्ति. इदानीं तत्र त्या तिष्ठियु तादृशी भावकर्मणोः उपदेशे अच्छति. स्थानगृहदशां वा चिन्वत् इति च इत्यनेन तत्र अगतु क्षप्रत्ययस्य चिण्वत् चिण्वत् भावः क्रीडागमश्च शमीयुग ईयुगस्य ते इष्यते इति भवति. अनन्तरं तत्र क्रीडागमस्य आसिद्धत्वम् अतिथत्र निर्णयः इत्यनेन तत्र यस्य आरोपपत्रे क्रीडागमनार्थं तत् पूर्वं नीपस्य सर्वः भवति शम्यगैष्यते. इदानीं शम्यगैष्यते तत्र किं नमलो दीर्घो अन्यतरस्तान् इत्यनेन किं परः नौ पदे नितानन्दान विकल्पेन उपदादीर्घः किं नमलो दीर्घ अन्यतरस्य इदानीं तत्र किण्वद्भक्षे अस्ति अतः पुनः तत्र विकल्पेन उपदादीर्घः भवति शमिष्यते शामिष्यते इति तत्त्वयम् सम्यक्. तद् चिह्नमुलो दीर्घो अन्यतरस्याम् इति अपि अभियक्षेत्रे एव अस्ति, तदपि मनसि भवेत्. तत्र स्यासिट् सियुट् इति 462 तस्य कार्यं स्या प्रत्ययस्य चिन्वद्भावः इडागमः. नेरनिटि इति अपि आर्धधातुकस्य प्रत्ययस्य एव इडागमः नास्ति. स्या इति यद् आर्धधातुकप्रत्ययः तस्य इडागमः स्थानं समानस्थानं. परन्तु चिह्नमुलो दीर्घो अन्यतरस्याम् इत्यनेन चिन् परके यद् नौ परे मितामङ्गानां विकल्पेन उपदादीर्घः स्थानं भिन्नम्, अतः एव तद् असिद्धं न अभवत्. अथवा 6-4 एव अस्ति किल, तदपि अस्मिन् विषये अग्रे अस्ति वा चिन्तनं? प्रायः स्यात् न ओ अन्तिम प्रायः अत्र न योजितम् इति चिन्तयामि. PDF अस्ति किल, अवश्यं भवेत्, तद् मुख्यं किल, तदपि तस्मिन्नेव अधिकारे अस्ति. समीचीनम्, एतद् अवगतं किल. चिन्परके नौपरे मितामङ्गानां विकल्पेन उपदादीर्घः, अतः तत्र अस्माकं निमित्तं तु चिन्परकेणौ. तत्र स्थानं तु मित्तामङ्गानाम् उपदादीर्घः, अतः यद्यपि तद् आबीयक्षेत्रे अस्ति तथापि तस्य बाधा न अभवत्. कार्यं तु जातमेव, शामिष्यते शमिष्यते इति उपद्वयं तत्र अत्र इतोपि चिन्तनीयं किम् अस्ति इति. अहं प्रायः महोदयं पृच्छामि कुत्रापि अन्यत्र लिखित्वा स्थापितवान् वा इति, अवश्यं भवेत् तत्. भगिनि चिन्परके इत्युक्ते किं? तद् चिन्नमुलो दीर्घो अन्यतरस्याम् इत्यनेन तद् क्षम्यतां, दोषेण उक्तवती. स्यासित् स्यूट् तासिषु भावकर्मणो चिन्वद् इति यद् आसीत् किल, चिन्वद् तद् चिन् परके नौ परे नौ कीदृश नौ क्षम्यतां चिन् परके नौ सप्तमी किल स्थानं स्थानं नौ प्रत्ययस्य विषये वदति. कीदृशं नौ इत्युक्ते चिन् चिन् चिन् इत्यनेन यद् नौ विधीयते तत् तादृशं. न न न न क्षम्यतां भगिनि, स्या इति चिन्वत् इति चिन्वत् नौ इति ईकारः इति इष्यते इत्यत्र ईकारः णिच् ईकारः एव किल, तद् ईका इडागमः एव लोपः अभवत् नेरनिटि इत्यनेन. णिच् इत्यस्य ईकारः इदानीमपि अस्ति. समीचीनं वा? तत्र विशेषणविशेष्यभावः नास्ति, चिन्परके णौ इति भवती एव चिन्वत् पक्षे पठत् अपक्षे पठतु भगिनि. चिन्वत् अपक्षे शम् योगः घटादयो मितः इति गणसूत्रेण मित् शम् धातुः मित् धातुः मित् धातुः हेतुमति च इत्यनेन प्रेरणार्थे धातोः णिच् प्रत्ययः विधीयते. शम् योगः णिच् इति शम् योगः इ. अनन्तरम् अत उपादायाः इत्यनेन उपादायाम् अतः वृद्धिः निति णिति प्रत्यये परे इत्यनेन शम् शाम् भवति शाम् योगः इ. अनन्तरं मितां ह्रस्वः इत्यनेन मित् धातूनाम् उपादायाः स्वरः ह्रस्वः भवति णिच् प्रत्यये परे इत्यनेन शाम् इति शम् ह्रस्वः भवति आकारः स्वरः ह्रस्वः भवति मित् धातूनां. शम् योगः इ इति शामि शामि इति नूतनधातुः तनाद्यन्तदातवः इत्यनेन नूतनधातुसंज्ञा भवति. सो शामि शमि योगः लृट् शमि योगः स्यते. प्रथम आर्धधातुकस्य ईट्वलादेः इत्यनेन आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः चेत् तस्य क्रीडागमः शमि योगः ई योगः स्यते. सो प्रथमम् आदेशप्रत्ययोः इत्यनेन शक्तुं भवति शमि योगः इष्यते. अनन्तरं सार्वधातुक अर्धधातुकयोः इत्यनेन इगन्त अङ्गस्य इकः गुणः सार्वधातुके अर्धधातुके च प्रत्यये परे इत्यनेन शमि इति शमे गुणः भवति शमे योगः इष्यते. अनन्तरं एचो या वायावः इत्यनेन एचः ऐ आदेशः भवति शमै योगः इष्यते शमयिष्यते इति रूपं समीचीनम्. अतः अत्र घटादयो मितः गणसूत्रं हेतुमति च प्रेरणार्थे निच् अत उपादायाः शाम् अतः वृद्धिः अनन्तरं मितां ह्रस्वः इत्यनेन तत्र ह्रस्वत्वं शं योगः इ नूतनधातुः आदेश आर्धधातुकस्य ईड् बलादेः ईडागमः पुनः तद् शमीयोगः स्यते इति अभवत् किल. आं सत्यं आं सत्यम् इकारः अभवत् आम् आम् एतादृशप्रक्रिया वयं पूर्वं यदा चुरादिगणे न न क्षम्यतां तद् निच् हेतुमति च पाठः तस्मिन् वयं दृष्टवन्तः एषः एव धातुः आसीत् तत्र प्रथमं तत्र अत उपादायाः मितां ह्रस्वः अनन्तरं पुनः विधीयते इति समानमेव शमयिष्यते शामयिष्यते शमिष्यते चिह्नमुलो दीर्घवर्णे तरसामेव तत्र विकल्पेन अतः रूपत्रयम् अवगतं वा. एतद् एषा एव प्रक्रिया तत्र यदा वयं धा धातुः मी धातुः एषा एव प्रक्रिया साधनीया तदेव वयं किञ्चित् अहमेव किञ्चित् तत्र भ्रमः उत्पादितवती तत्र कमितां रचः न भवति तावदेव परन्तु अन्यत् सर्वं तु समानमेव किल. अवगतं किल इदानीं स्पष्टम् अस्ति किल. अरुणा भगिनी एवमेव इति पठतु. अत्र न पठति शम् लुप् लुङ् अलश प्रत्यय आगच्छति अत उपद समानं तत्र केवलं गतात्यो गतात्यो एतः आगच्छति शम् दीर्घः भवति अतोपदायः एव शां शां यदि शामि अत्र एतां ह्रस्वः इति सूत्रेण ह्रस्वः भवति शं शमि यः स्यात् अपि आदितादिकप्रत्ययः आदित्यप्रत्यय सूत्रेण सकार आगच्छति शमिष्यता भवति अकारः आडागमः सर्वं भवति समानप्रक्रिया एव भगिनि. यदा अत्र दृष्टवन्तः तत्र यत्र स्यासित् स्यूट् इत्यनेन एव तदपि विधीयते अत्र स्यते इति भवति अत्र स्यथा इति भवति तावदेव आडागमः विधीयते समानप्रक्रिया समाना प्रक्रिया रूपद्वयं रूपत्रयम् अचामिष्यत अचामिष्यथ अनन्तरम् अपक्षेतु यदा अत्र शमिष्यते इति भवति अत्र अशमिष्यत इति भवति लुट् इति अपि वदतु भगिनि शामिका शम् अत्रापि प्रथमं गतः अस्ति हेतुमति इत्यनेन निच् प्रत्यये विधीयते अत उपादायः सूत्रेण उपादाय बुद्धिः भवति श्याम भवति श्यामयोगः नितां हश्व इति सूत्रेण उपदा हश्व भवति शमयोगः ई शमे इति धातुः तदनन्तरम् आतुदात्कस्य बलादेः इति तेन दासत्रे अत्र स्यासित् दकार आगच्छति स्यासित् स्यूर्दासिषु भावकर्मणोः इत्यनेन तास् इति प्रत्ययः तास् इति प्रत्ययः शामिता शामितां शमिता शमयिता शमयिता इति अपक्षे भवति पक्षे तु शम किमासीत् शमिता शामिता शमिता इति आशीर्लिङ्ग् अपि पठतु भगिनि समानं शम् आशीर्लिङ्ग् शं योगः हेतुमति तत्सूत्रेण प्रथमं घटादयो यतः सूत्रेण मित् भवति हेतुमति तज्जनेन उपदा अकारस्य वृद्धिः भवति शां श्याम श्यामि मित् मितां हर्षव इति सूत्रेण हर्ष उपदा हर्षो भवति शमयि शम शमि इति नूतनधातु अनन्तदातव इति सूत्रेण आशीर्लिङ्ग् सियुट् आगच्छति अत्रापि सियुट् वलादिप्रत्ययः सो इदागम पुनः भवति शामिशिष्ट शमिशिष्ट आं तद् सर्वम् आं तद् सियुट् इति प्रत्ययस्य विषये गतसप्ताहे वयं दृष्टवन्तः किल सियुट् कथं विधीयते तत्र यकारलोपः तत्र कथं भवति लोपो व्योर्वलि इति किम् आसीत् किल तत्सर्वं भूत्वा तत्र शामिशिष्ट शमिशिष्ट शमयिशिष्ट तत्र केवलं चिन्तनद्वयमेव तत्र चिन्वत् पक्षः अस्ति चेत् स्यात् स्यासित् स्यूट् इति भवति प्रथमम् इतां ह्रस्वः इत्यनेन ह्रस्वत्वं स्यासित् स्यूट् इत्यनेन चिन्वत् पक्षः इडागमः असिद्धवत्तद्रभा नेरणिटि इत्यनेन इकारलोपः चिन्नमुलोदीगु अन्यतरस्याम् इत्यनेन दीर्घः अपक्षे तु पुनः तत्र अथोपदायाः दीर्घः मृतां ह्रस्वः ह्रस्वः आर्धधातुकस्य इड्वलादेः इडागमः आदेशप्रत्ययोः सार्वधातुक आर्धधातुकयोः तदेव अत्र तृतीयरूपे ईष्यते ईष्टित् इति भवति. अनन्तरम् एचोयवायवः सार्वधातुकार्धधातुकयोः एचोयवायवः प्रक्रिया समाना, केवलं तत्र प्रत्ययः एव भेदः अस्ति. समीचीनं वा? धन्यवादः भगिनी. विजया भगिनी चिह्नं लो दीर्घान्यतरस्याम् एकवारं पठतु. भवत्याः ध्वनिः दीर्घोण्यतरस्यां किं परके नमुल् परके च नौ परे मिताम् अङ्गानाम् उपधा दीर्घः भवति अन्यतरस्यां किञ्च नमुल् च तयोरितरेतरद्वन्द्वः छिन्नमुलौ तयोः छिन्नमुलोः छिन्नमुलोः सप्तम्यन्त्रं दीर्घः प्रथमान्त्रम् अन्यतरस्यां सप्तमी प्रतिरूपक अव्ययः प्रतिरूपकम् अव्ययः त्रिपदमिदं सूत्रम् भूरूपदाय भोगः इत्यस्मात् उपदायाः इत्यस्य अनुवृत्तिः दोषो नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः मितं रत्वः इत्यस्मात् मितम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् मिताम् अङ्गानाम् उपदायाः भूतः नौ छिन्नमुलोः अन्यतरस्याम् अत्र नौ छिन्नमुलोः अन्यतरस्याम् इति सूत्रम् इति सूत्रेण तत्र अत्र उपदादीर्घः भवति. अत्र छिन्नमुलो इत्यनेन मिताम् अङ्गानाम् उपदा दीर्घः भवति अन्यतरस्य विकल्पेन भवति. अतः अतः रूपं द्वयं भवति. तावदेव महोदय. अत्र तावदेव चिन् परके च चिन् परके नमुल् परके च नौ परे. अतः तत्र निमित्तद्वयं चिन् परके नमुल् परके अनन्तरं नौ परे तदेव. अतः एव तत्र निच् प्रत्ययः अपि निमित्तम् अस्ति. चिन् चिन्वद्भावः चिन् इत्यपि निमित्तम् अस्ति. द्वयोः परयोः तत्र दीर्घः उपदादीर्घः मितामङ्गानाम् उपदादीर्घः भवति. समीचीनं वा? तत्र केचन प्रश्नाः सन्ति तदेव पठतु भगिनि, अनन्तरं समापयामः. शमी धातोः आम् आम् अतः असिद्धव तद्रवत् अनन्तरं शमी धातोः चिन्वत् पक्षे केचन प्रश्नाः आगताः. शमी धातोः चिन्वत् पक्षे केचन प्रश्नाः आगताः. प्रथमप्रश्नः एरेनिटि इत्यस्य कार्यात् परं यदा उपदायं रत्वः अकारः तिष्ठति तदानीं दीर्घोन्यतरस्यम् इत्यनेन सः अत उपदायाः इत्यस्यापि प्रसक्तिः अस्ति खलु? यदि न तर्हि किमर्थं न? अत्र प्रश्नः भवती अवगतवती चेत् वदतु प्रश्नः कः इति. अत्र नेरेनिति इत्यस्य कार्यात् परं यदा उपदायाः रस्वः अकारः तिष्ठति नेरेनिति इत्यनेन इकारस्य एव अत्र लोपः भवति. परन्तु अत्र रस्व अकारस्य रस्व अकारः तावदेव तिष्ठति. इदानीं छिन्नमुलो दीर्घोन्यतरस्याम् इत्यनेन सः युगपत् अथ उपदायः इत्यस्मात् दीर्घः भवति. अनन्तरं अत्र नेरेनिति इत्यनेन इकारस्य लोपः भवति. परन्तु अत्र रस्व अकारः तावदेव तिष्ठति, तत्रैव तिष्ठति. एतदेव इतोपि भवती एव वक्तव्यं महोदय. नास्ति चिन्ता. तत्र यदा तत्र प्रक्रिया पश्यतु शं धातोः तत्र चिन्नमुलो तत्र नेरनिटि इत्यनेन इडागमः नास्ति. तस्य क्षम्यतां नी प्रत्ययस्य इकारस्य लोपः अभवत्. शं योगः इष्यते इति रूपम्. इदानीं चिन्नमुलो दीर्घो अन्यतरस्याम् इत्यनेन विकल्पेन उपदा दीर्घः. तत्र शं योगः इष्यते इति यदा अस्ति तत्र अथ उपादायः इत्यस्यापि प्रसक्तिः स्यात् इत्येव प्रश्नः. अथ उपादायः किं वदति? उपादायम् अतः वृद्धिः निति निति प्रत्यये परे. इदानीं तु नित् नित् प्रत्ययः अस्ति एव किल, तत्र अथ उपादायः इत्यस्य प्रसक्तिः किमर्थं न स्यात् इत्येव प्रश्नः. चिन्नमुलोदीपो अन्यतरस्यां 6493 अथ उपादायः 7-2 तरसूत्रम् अस्ति. तद् अपेक्षया किमर्थं चिह्नमुलो दीर्घ अन्यतरस्याम् इति पृथक्तया एकं सूत्रम् इति प्रश्नः. तद् भवन्तः अपि चिन्तयन्तु. एकमहं वदामि, चिह्नमुलो दीर्घ अन्यतरस्याम् इत्यनेन वैकल्पिकरूपम् अस्ति. अथ उपादायः भवति चेत् तत्र नित्यम् एकमेव रूपं भवेत् यदा तस्य प्रसक्तिः. अन्यत् किमपि चिन्तनं भवति वा इति केन येन तस्य बाधा भवति? अथ उपादायः किमर्थम् अत्र न भवति? यदि न तर्हि किमर्थम्? द्वितीयप्रश्नः पठतु भगिनि. द्वितीयप्रश्नः, द्वितीयप्रश्नः यदि आम् तर्हि अथ उपादायः इति एकं सूत्रं सम्पाद्य चिन्नमुलो दीर्घोण्यतरस्याम् इति एतत् सूत्रं कार्यं करोति इति वक्तुं शक्नुमः. केन कारणेन प्रबाद्य इति अपवादः इति नास्ति? नास्ति अपवादः इति नास्ति खलु, यतोहि चिन्नमुलो दीर्घोण्यतरस्याम् इति एतस्य प्रसक्तिः कार्यं च यत्र उपादायाम् अत् नास्ति तत्रापि भवति. अथवा अतुपदा इति युक्ता इति स्थित्याम् अपवादत्वेन एतत् कार्यं करोति इति वक्तुं शक्यम्. अत्रापि वदामि, तत्र किं वदति इत्युक्ते, यदि वयम् आम् अतौपदायाः इत्यस्यापि प्रसक्तिः अस्ति इति वदामः चेत् तत्र यदा अहम् उक्तवती अतौपदायाः इति सूत्रं प्रपाद्य कथं चिह्नमुलो दीर्घो अन्यतरस्याम् इत्यस्य अवसरः इति पृच्छति. प्रभाद्य इत्युक्ते परसूत्रत्वात् इत्युक्ते चिह्नमुलो दीर्घो अन्यतरस्यामेव, क्षम्यताम्, अथ उपादायः इत्येव भवेत् किल, चिह्नमुलो दीर्घो अन्यतरस्याम् इति पूर्वसूत्रम्. अपवादः इति यदा वदामः, निरवकाशत्वमेव अपवादस्य बीजम्. परन्तु चिह्नमुलो दीर्घो अन्यतरस्याम् इति उपादायः एव कार्यम् इति न, उपादायम् अत् नास्ति चेदपि तस्य कार्यं भवति. अथ उपादायः अत् उपादायमस्ति चेदेव तस्य कार्यम्. अतः तत्र अपवादत्वेन एतत् कार्यं करोति वा इति शक्यते वा, चिन्तनं सम्यक् वा इति पृच्छति. चिह्नमुलो दीर्घ अन्यतरस्याम् इत्यस्य विषये मितामङ्गानामेव तस्य कार्यम्. अथ उपादायः तादृशं नास्ति किल, यद्यपि तत्र उपादायाम् अस्ति अस्ति चेदपि तद् सर्वत्र भवति किल, तत्र तादृशं चिन्तनं कुर्वन्तु. सर्वत्र भवति विशेषकार्यमेव. सत्यम्. अतः तद् अपवादः इति प्रायः वक्तुं शक्यते. तृतीयप्रश्नः पठतु भगिनि. नैरणिति चिह्नमुलो दीपोन्यतरस्याम् इति द्वयम् अपि असिद्धवत् अत्राभात् इत्यस्य अधिकारे अस्ति, किन्तु चिह्नमुलो दीर्घोन्यतरस्याम् इति एतत् सूत्रं प्रति नैरणिति असिद्धं नास्ति. अत्र चिह्नमुलो दीर्घोन्यतरस्याम् इति सूत्रं षष्टमाध्याये चतुर्थपादे त्रयोनवतिः अस्ति, परन्तु अत्र नेरेनिटि सूत्रं तु एकोनषष्टिः भवति. अतः नेरेनिटि इति पूर्वं सूत्रं भवति, पूर्वसूत्रं भवति. चिन्नमुलो इति परसूत्रम् अस्ति, असिद्धं नास्ति. तस्य कार्यं चिन्नमुलो दीर्घोण्यतरस्याम् इति एतत् सूत्रं पश्यति, नो चेत् उपादायां मकारम् एव पश्येत. एतस्य कारणं द्वयोः आश्रय भिन्नत्वम् इति मम अवगमनं सम्यक् अस्ति, पृच्छति महोदय प्रायः पृच्छति, अथवा अन्या किम् अन्या किमपि पृष्टवती वा, अन्ये किमपि पृष्टवन्तः वा, तत्र नेरण्डिटि चिन्नमुळो दीर्घान्यसेत्रस्यां द्वयमपि यदा अहम् उक्तवती आबियक्षेत्रे अस्ति, चिन्नमुळो दीर्घान्यतरस्यां प्रति नेरण्डिटि असिद्धं वा, असिद्धं नास्ति इति वयं जानीमः, किमर्थम् इत्येव प्रश्नः। तत्र उपधायां मकारः पश्यति, अतः एव तस्य कार्यं भवति, तत्र आश्रयभिन्नत्वम् इत्येव अस्ति वा, नेरणिटि इत्यस्य आश्रयः कः, चिन्नमुलो दीर्घान्यतरस्याम् इत्यस्य आश्रयः इत्युक्ते निमित्तं, निमित्तं भिन्नम् इति कारणं सम्यक् वा इति प्रश्नः। चतुर्थः अपि पठतु भगिनि। तत्र श्यामयति इति भवति किल, श्यामयिष्यते, क्षम्यतां, श्यामिष्यते, तत्र मकारः अस्ति, उपधायां शकारः, चिन्नमुलो दीर्घान्यतरस्यां तद् नौ परे चिन्परके नौ इति कृत्वा दीर्घत्वं प्राप्नोति, तद् पश्यति एव किल, यद् कार्यं नेरणिटि इत्यनेन कृतं, न पश्यति चेत् तदपि शमी इत्येव दृश्यति, तस्य दृष्ट्या शमी एव, तत्र ईकारः भवति उपधायां, तद् तु क्षम्यतां, मकारः भवति उपधायां, तत्तु दोषः, एतादृशं किमपि नास्ति, इदानीं तद् दृष्ट्वा एव शाम् इति करोति। परमपि चिन्मुलो निर्गुणे तरस्या इति एतत् कृते कार्यं करोति, यतः प्रत्यये लोपे प्रत्यये लक्षणं भवति, ऋचि इत्यनेन नित्यः भावः लोकस्य अनन्तरमपि तिष्ठति, एतत् समीचीनम् अवगमनं किम् इति दृढीकर्तुं प्रश्नः। इदानीं किं वदति इत्युक्ते नेरणिटि इत्यनेन लोपः जातः, णी प्रत्ययस्य लोपः, तत्र चिन्नमुळो दीर्घान्यतरस्यां किं पश्यति इत्युक्ते उपधायाम् अकारः अस्ति, अहं दीर्घं करोमि इति कृत्वा शामी इति भवति, तद् यदा वयं वदामः प्रत्ययलोपे प्रत्ययलक्षणम् इति यदा स्वीकुर्मः चेत् इदानीमपि निच् अस्ति, निच् भावः अस्ति लोपस्य अनन्तरम् इति अपि वयं स्वीकर्तुं शक्यते वा इति प्रश्नः तत्रापि। अवगतं वा प्रश्नचतुष्टयमपि? अतः तत्र प्रत्ययलोपे प्रत्ययलक्षणमिति पुनरपि कार्यं करोति इति तत्र भावः तु अस्ति एव, यदा तत्र नेरणिटि इत्यनेन नीलोपः अभवत् तदापि तस्य प्रसक्तिः अस्ति, अतः एव चिन्नमुळो दीर्घ अन्यतरस्याम् इत्यस्य कार्यं भवति, नीपरे किम् अस्ति चिन्परके नौ इति निमित्तद्वयमपि आवश्यकं किल, इदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन चिन्परे नौ इति तत्र प्रसक्तिः अस्ति इति कारणेन तद् भवति वा इति प्रश्नः। चतुर्थबिन्दुः तु सम्यक् अस्ति, अन्यत्रयस्य विषये किञ्चित् चिन्तनं करोतु, वयम् एतादृशं पूर्वमपि बहुवारं दृष्टवन्तः एव, तत्र निमित्तं स्वीकृत्य किञ्चित् चिन्तनं करोतु, अद्य वयं यद् चत्वारः धातवः दृष्टवन्तः, अहं तस्य प्रक्रिया लिखित्वा प्रेषयिष्यामि एकवारं, तद् करोमि, प्रायः अग्रिमसप्ताहद्वयं वर्गं न भविष्यति, मम तु जान्वरि फस्ट् वीक् मध्ये परीक्षा अस्ति, अतः अग्रिमसप्ताहद्वयं डिसेम्बर् इत्यस्य किं भगिनि एम् ए संस्कृतं फस्ट् सेमिस्टर् परीक्षा, फस्ट् सेमिस्टर् परीक्षा अस्ति, एम् ऐ टि ऐ के एस् पुन MIT IKS इति, तदपि कविकुलगुरु इत्यस्मात् एव अक्रेडिटेड् अस्ति, तेषामेव रेकग्निशन् अस्ति तत्रापि आन्लैन् परीक्षा, ततः किञ्चित् अवकाशः आवश्यकः, सो अग्रिमसप्ताहद्वयं, प्रथमसप्ताहे जनवरि प्रथमसप्ताहे एव परीक्षा, अतः अग्रिमसप्ताहः किञ्चित् मम अवकाशः आवश्यकः, जनवरि मध्ये न जनवरि फस्ट् वीक् मम परीक्षा अस्ति, अस्माकं वर्गः अग्रिमवर्गः जनवरि 11th भविष्यति, अहमपि परीक्षा मया अपि परीक्षा लेखनीयम् एव अनन्तरं शिवा कटोरि इति सर्वम् अभवत् एव परीक्षा तु जनवरि मासे इदानीम् एव मया अद्य एव मया असैन्मेण्ट् एतत् सर्वं समाप्तम् अनन्तरं स्केन् कृत्वा